गुरुब्रह्म गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र अभावः अभावः इति विषये वयं तत्र चतुर्विधाः तत्र अभावाः चतुर्विधाः सन्ति इति दृष्टवन्तः तत्र प्रागभावः प्रध्वंस अभावः तत्र अत्यन्त अभावः अपि अन्योन्य अभावः तत्र अन्योन्याभावः इति विषये तत्र एक अन्यविषयस्य तत्र आवश्यकता आसीत् इति कृत्वा तत्र तादात्म्यसम्बन्धस्य तत्र मध्ये तत्र निरूपणं कृतं तत्र कार्यकारणभावस्य अपि निरूपणं कृतम्। इदानीं तत्र तस्मिन्नेव विषये तत्र तादात्म्यसम्बन्धः अपि तत्र अन्योन्याभावः तयोः विषये तत्र अद्य तत्र उपेन्द्रमहोदयस्य उपस्थापनं भवति, तदनन्तरं वयम् अग्रे सरामः। तत्र अग्रे एतावत् तत्र पुटसङ्ख्या 31 अस्ति, तावत् पर्यन्तं वयं कृतवन्तः। अस्तु तर्हि उपेन्द्रमहोदय कृपया। नमस्ते आचार्यजी, श्रूयते वा आचार्यजी? श्रूयते महोदय, श्रूयते। हा आम् आचार्यजी, अत्र सर्वेषां धन्यवादः, सर्वेषां नमस्कारः अपि। अभावपदार्थनिरूपणम् अत्र अभावत्रय निरूपणम् अन्तिमनिरूपणम् अभावत्रयनिरूपण अनन्तरम् अन्तिम अन्योन्य अभावस्य निरूपणं प्रति चिन्तनं वर्तते। अत्र प्रथमं घटकारणत्वकपालं कथम् इति विचारं कृतवन्तः। घटस्य कारणं कपालं भवति, घटस्य कारणं कपालं भवति। कारणविचारे एकः बिन्दुः अस्ति, तेन कार्यादिकरणे स्थातव्यम् इति प्रथमः बिन्दुः। तत् बिन्दुः संयोजनं कृत्वा कपालः घटादिकरणे भवेत् इति निष्कर्षः भवति। कपालः कपाले भवति, तत्र केन सम्बन्धेन कपालः कपाले भवति इति सम्बन्धनिर्णयेन कपालः घटकारणम् इति स्पष्टं भवति। कपालः केन सम्बन्धेन घटे वर्तते इति चिन्तनं कृतवन्तः। सम्बन्धाः खलु सन्ति, संयोगसम्बन्धः, समवायसम्बन्धः, दैशिकविशेषण अथवा स्वरूपसम्बन्धः, स्वरूपसम्बन्धः, त्रीणि सम्बन्धाः परिचितम् अस्माभिः। अन्तिमे एवं घटपदार्थानां स्वस्मिन् एव यः सम्बन्धः सः तादात्म्यसम्बन्धः इति उच्यते इति वाक्यमपि पठितवन्तः, तस्य प्रयोजनम् अत्र दर्शितमस्ति। अत्र केन सम्बन्धेन सम्बन्धः वेदद्वयमध्ये स्थापितं भवति। संयोगसम्बन्धः भिन्नद्रव्ययोः मध्ये भवति, समवायसम्बन्धः नित्यद्रव्ययोः गुणगुणिनोः क्रियाक्रियावतोः जाति व्यक्तयोः अवयव अवयविनोः विशेष नित्यद्रव्ययोः मध्ये पञ्चेषु स्थलेषु समवायसम्बन्धः भवति। अत्र विषयं घटः कार्यं, कपालः कारणं। कपालः केन सम्बन्धेन कपालः कपाले केन सम्बन्धेन भवितुमर्हति इति चिन्तनं कृत्वा पदार्थद्वयं नास्ति, पदार्थम् एकमेव। अत्र कपालः कपाले केन सम्बन्धेन भवितुमर्हति इति चिन्तनेन नूतनसम्बन्धः आवश्यकं भवति। किमर्थं पदार्थद्वयं नास्ति, अत्र पदार्थम् एकमेव, कपालः अन्यत् अभिन्नं कपालम् अस्ति, तयोः मध्ये केन सम्बन्धम् इति चिन्तनमस्ति. अत्र अत्र वदिष्यति कपालस्य स्वस्मिन् सम्बन्धः तादात्म्यम् इति. तादात्म्यम् इति तद् आत्मा तस्य भावः तादात्म्यम् इति निर्वचनम् अस्ति. सः पदार्थः स्वस्मिन् अस्ति इति तादात्म्यसम्बन्धं. कपालः कपालः स्वस्मिन् तादात्म्ये स्थित्वा, मुख्यं वाक्यं, कपालः स्वस्मिन् तादात्म्येन स्थित्वा स्वयमेव समवायेन स्वस्मिन् घटम् उत्पादयति इति भवति कपालः घटस्य कारणम्. केन कारणेन कपालः घटस्य कारणं भवति? प्रथमं कपालः कार्यादिकरणे कपालात् तादात्म्यसम्बन्धे वर्तते. कार्यकारणसम्बन्धे कपालः समवायसम्बन्धेन घटे वर्तते इति लघुचित्ररूपेण प्रेषितमस्ति. एतत् भेदः, सम्बन्धभेदः अथवा भिन्नत्वं दर्शयति. अत्र पदार्थः तादात्म्यसम्बन्धेन स्वस्मिन् भवति, तेन सम्बन्धेन घटः नास्ति, घटः नास्ति इति अत्यन्त अभावः. घटं विहाय जगति सर्वत्र भवति. घटः भूतलं नास्ति. अत्र घटः भिन्नं, भूतलं भिन्नम्. एतद् भेदम् एव मुख्यमस्ति नूतन अभावस्य नामकरणे. नूतन अभावः अत्यन्त अभावः, चतुर्थः अभावः. अभावः अत्र सम्पूर्णं निरूपितम् अस्ति. घटस्य अभावः, घटस्य अभावः, घटस्य अभावः एकं वाक्यं, तत् अत्यन्त अभावः. घटः भूतले नास्ति इति अत्यन्त अभावः. घटस्य अभावः, एकनिमिषं, घटस्य अभावः भूतलं घटः नास्ति, भूतले घटे नास्ति इति अत्यन्त अभावः. भूतलं घटः नास्ति इति अन्योन्य अभावः. अत्र सूचितमस्ति अत्यन्त अभावविषये सप्तमी विभक्तिप्रयोगः भवति. अन्योन्य अभावे प्रथमा विभक्तेः प्रयोगं भवति इति. आचार्यजी, ऐ होप् इत्थं विचारमस्ति आचार्यजी पूर्ववर्गे. नमस्कारः. धन्यवादः महोदय. धन्यवादः उपेन्द्रमहोदय. धन्यवादः. समीचीनमासीत्. धन्यवादः. तत्र क्लिष्टः विषयः, किन्तु भवान् सम्यक् रूप्या तत्र सर्वं प्रतिपादितवान्. धन्यवादः महोदय. समीचीनमस्ति. अपि तत्र नमस्ते आचार्य. धन्यवादः महोदय. अपि तत्र यतोहि तत्र किञ्चित् समयः तत्र सप्ताहद्वयं तत्र मध्ये आसीत् इति कृत्वा प्रायशः पुनः एकवारं तत्र केवलं पुनस्मरणार्थं तत्र एतस्य विषये किञ्चित् चर्चयामः, तदनन्तरम् अग्रे सरामः. तत्र अतः तत्र घटस्य अभावः, तत्र रागभावः इति तत्र चतुर्विधाः इति उक्तम्. इदानीं तस्मिन् विषये तत्र के ये अभावाः के इति तत्र अस्तु. तत्र नरसिंह महोदय तत्र किञ्चित् वदति वा तत्र घटम् इति घटः इति पदार्थः इदानीं तत्र घटाभावः तत्र चतुर्विधाः प्रभावे चतुर्विधः भवति घटः घटाभावं स्वीकुर्मः चेत् तत्र घटः प्रागभाव इत्युक्ते घट घटोत्पत्तेः पूर्वं यत् अभावः भवति तत् घटप्रागभाव इति उच्यते तत् घट उत्पत्तेः पूर्वं सर्वदा भवति घट उत्पत्ति अनन्तरं तत् नश्यति द्वितीय अभावः अस्ति घटप्रध्वंसभावः यदि घट एकवारम् उत्पादनं भवति अनन्तरं किमपि कारणेन तस्य नाशः भवति यत् अभावः तस्य नाशनम् अनन्तरम् अस्ति तत् घट प्रध्वंसभावः इति उच्यते तत् किम् अस्ति तत् घट पूर्वं तत् अभावः नास्ति घटोत्पत्तेः पूर्वं तत् अभावः नास्ति उत्पत्तिकाले अपि नास्ति परन्तु यथा तस्य प्रध्वंसः भवति तदनन्तरं तत् सर्वदा भवति घटप्रध्वंसभावः अनन्तरम् अन्यत् अस्ति घट भूतले घटो नास्ति इति वदामः चेत् तत् घट अत्यन्त अभावः इति उच्यते तत्रापि विशेषाः सन्ति अत्यन्त अभावः सामान्यभावः विशेषाभावः विशेषविशेषाभावः इति अनन्तरं चतुर्थ अभावः इदानीं वयं दृष्टवन्तः उपेन्द्रमहोदयेन वर्णितम् अन्योन अभावः इति घट पट नास्ति पट घट नास्ति इति यदि वयं वदामः चेत् तत्र तत् अन्योन्य अभावः इति उच्यते एतादृश अभावचतुष्टयमस्ति महोदय हा समीचीनं समीचीनं महोदय धन्यवादः अस्तु इदानीं तत्र इदानीं तत्र विमला भगिनी तत्र अत्यन्त अभावे तत्र अभावः अस्ति तत्र भूतले घटः नास्ति इति स्वीकुर्मः इति वाक्यं स्वीकुर्मः तत्र भूतलम् अस्ति भूतले घटः नास्ति इति खलु तत् तद् सः एव तत्र घटाभावः इति वर्ण इति वदामः तत्र एषः अत्यन्त अभावः भूतले अस्ति नाम घटाभावः भूतले अस्ति घटः नास्ति अथ घटाभावः भूतले अस्ति इदानीम् एषः अभावः केन सम्बन्धेन भूतले अस्ति अभावः भूतले स्वरूपसम्बन्धेन अस्ति हा इति समीचीनम् अतः तत्र अत्यन्ताभावस्थले तत्र सम्बन्धः अस्ति स्वरूपसम्बन्धः समीचीनं हा उत्तमं भगिनी हा नाम भूतले घटः नास्ति घटाभावः भूतले वर्तते तत्र तस्मिन् सन्दर्भे तत्र प्रश्नः उदेति केन सम्बन्धेन घटाभावः भूतले वर्तते उत्तरमस्ति स्वरूपसम्बन्धः स्वरूपसम्बन्धस्य अन्यनाम अस्ति दैशिकविशेषसम्बन्धः इति किन्तु साधारणतया स्वरूपसम्बन्धः इति एव तत्र व्यवहारः भवति समीचीनं भगिनि हा उत्तमम् अस्तु अग्रे तत्र नीता भगिनी तत्र इदानीं तत्र अन्योन्यभावः तत्र घटः पटः नास्ति इति तत्र किञ्चित् वर्णयति वा तत्र घटः पटः नास्ति इति क्षम्यताम् आचार्य इदानीं वक्तुं शक्नोमि अस्तु अस्तु चिन्ता मास्तु क्षम्यताम् अनन्तरं चिन्ता मास्तु भगिनि अस्तु तत्र प्रेमलता भगिनी किञ्चित् वदति वा प्रयत्नं करोमि महोदय अस्तु भगिनि घटः पटः नास्ति पटः घटः नास्ति इति साधारणतया तत्र एतत् कुर्मः भगिनि घटः तत्र घटः अस्ति इदानीं पटः अन्यः पदार्थः पटः घटः अस्ति वा इति चिन्तनं पटः घटः नास्ति अतः तयोः मध्ये अतः घटाभावः पटे वर्तते घटाभावः पटे वर्तते सर्वत्र वर्तते एव इति घटं विहाय घटं विहाय सर्वत्र अपि वर्तते इति उक्तमस्ति समीचीनम् अतः इदानीं तत्र पटे पटः अस्ति पटः घटः नास्ति इति चिन्तनम् अतः पटे घटाभावः कीदृशः घटाभावः वर्तते इदानीं पटे अत्यन्ताभावः वा अन्योन्याभावः इति प्रश्नः तावदेव अन्योन्याभावः अन्योन्यभावः समीचीनम् अतः घटस्य अन्योन्यभावः पटे वर्तते वर्तते समीचीनम् इदानीं तत्र यतोहि पटाभावः घटाभावः द्वयोः भिन्ना अस्ति इति हा तद् घटाभावः किं प्रदर्शयति घटाभावः नाम भेदः घटः अपि भिन्नः हा समीचीनं घटः अपि भिन्नः पटः अपि भिन्नः किन्तु तत्र वयं चिन्तनं कुर्मः पटः नूतनपदार्थः अस्ति एषः नूतनपदार्थः घटः नास्ति अतः वयं तत्र द्वैविध्यं वर्तते पटाभावः घटे वर्तते घटाभावः पटे वर्तते इति चिन्तनं कर्तुं शक्नुमः किन्तु एकमेव स्वीकुर्मः घटाभावः पटे वर्तते वर्तते पटाभावः घटे वर्तते अपि हा किन्तु तद् इदानीं मास्तु केवलम् एकमेव स्वीकुर्मः घटाभावः पटे वर्तते इति स्वीकुर्मः इदानीं तत्र एषः अभावः अस्ति तत्र अन्योन्य अभावः अन्योन्य अभावः अत्र हा समीचीनं हा अतः अत्र अन्योन्याभावः तत्र घटस्य अन्योन्याभावः यः अस्ति पटे सः केन सम्बन्धेन वर्तते तादात्म्यसम्बन्धेन तादात्म्यसम्बन्धेन सम्बन्धेन वर्तते हा किन्तु तत्र अत्यन्ताभावः तत्र केन सम्बन्धेन वर्तते अत्यन्ताभावः स्वरूपसम्बन्धेन वर्तते स्वरूपसम्बन्धेन वर्तते अतः भेदः अस्ति तत्र यदि वयं कोऽपि वदति घटाभावः पटे वर्तते इति कोऽपि वदति तस्मिन् समये भवत्याः प्रश्नः कः भवति तत्र अन्योन्याभावः वा अत्यन्ताभावः इति प्रश्न इति भवती ज्ञातुम् इच्छति तस्मिन् समये भवत्याः प्रश्नः कः भवति केन सम्बन्धेन एषः अभावः न न तत्र भवती साक्षात् अहं वदामि भवती एतावत् न जानाति तत्र वाक्यं किम् अस्ति पटः घटः नास्ति अथवा पटे घटः नास्ति इति किं वाक्यमिति भवती न जानाति अहं केवलं वदामि घटाभावः पटे वर्तते इति तावदेव वदामि अतः भवती जानाति वा तत् अन्योन्यभावः अस्ति वा अथवा अत्यन्ताभावः अस्ति इति भवती जानाति वा अन्योन्यभावः अहं केवलं वदामि घटाभावः पटे वर्तते इति तावदेव यदि वदामि तत्र भवती जानाति वा तत्र अन्योन्यभावः अस्ति वा अथवा अत्यन्ताभावः अस्ति इति पटे जानाति वा एकस्मिन् एव वाक्ये इदानीम् एतत् अस्तु नूतन उदाहरणं स्वीकुर्मः अस्तु तत्र लेखन्यां घटाभावः वर्तते अथवा उत्पीठिकायां घटाभावः वर्तते इति वाक्यं स्वीकुर्मः तत्र किम् अन्योन्यभावः अस्ति वा अथवा अत्यन्ताभावः अस्ति वा इति सम्यक्तया अन्योन्यभावः नास्ति किमर्थम् तद् अभावः उत्पीठिकायां वर्तते इति कृत्वा उत्पीठिकायां केवलम् अहं केवलं वदामि उत्पीठिकायां घटाभावः वर्तते इति एव वदामि तस्मिन् समये किं वयं जानीमः वा तत्र किम् इष्टं तत्र नाम तत्र उत्पीठिका घटः नास्ति इति वक्तुम् इच्छामः वा अथवा उत्पीठिकायां घटः नास्ति इति वक्तुम् इच्छामः वयं जानीमः द्वयोः मध्ये कः वयं वक्तुम् इच्छामः इति उत्पीठिकायां घटाभावः अस्ति इति तावदेव वयं जानीमः तस्मिन् समये भवती प्रश्नं कर्तुम् इच्छति अथवा अस्तु अस्तु अहम् अवगच्छामि इति वदति चिन्तनं भवति वा किम् उत्पीठिका तत् घटाभावस्य अधिकरणम् अस्ति तत् सत्यं किन्तु मम प्रश्नः केवलम् एषः अस्ति तत्र अभावद्वयं भवितुम् अर्हति खलु तत्र अत्यन्त अभावः अपि भवितुम् अर्हति अन्योन्यभावः अपि भवितुम् अर्हति खलु तत्र अस्तु अस्तु सत्यं खलु अतः तत्र यदि वयं प्रश्नं न कुर्मः तत्र न जानीमः तत् अत्यन्तः अभावः अस्ति वा अन्योन्यभावः अस्ति इति खलु. केवलं तत्र उत्पीठिकायां घटाभावः वर्तते इति यदि वाक्यमस्ति चेत् ओ तद् अत्यन्ताभावः अपि भवितुमर्हति अन्योन्यभावः अपि भवितुमर्हति. अतः तत्र वयं प्रष्टुं कः अभावः इति ज्ञातुम् इच्छामश्चेत् तत्र कः प्रश्नः भवति. अत्यन्ताभावस्य अपि अन्योन्यभावस्य द्वयोः भेदः कः इति ज्ञातुम् इच्छामः. भेदः कः तत्र सम्बन्धः एव भेदः खलु. अस्तु महोदय. अत्यन्ताभावस्य तत्र सम्बन्धः कः अत्यन्ताभावस्थले. अत्यन्ताभावस्थले सम्बन्धः स्वरूपसम्बन्धः. अन्योन्याभावस्थले सम्बन्धः तादात्म्यसम्बन्धः. हा इति अस्ति. समीचीनं समीचीनं भगिनि. अस्तु धन्यवादः. इदानीं तत्र शोभा भगिनि इदानीं धन्यवादः भगिनि. हा शोभा भगिनि इदानीं अत्यन्ताभावस्थले तत्र भेदः तत्र अत्यन्ताभावस्थले सम्बन्धः अस्ति स्वरूपसम्बन्धः. अन्योन्याभावस्थले सम्बन्धः अस्ति तादात्म्यसम्बन्धः. अतः तत्र सम्बन्धेन तत्र वयं भेदः ज्ञातुं शक्नुमः खलु कः अभावः इति ज्ञातुं शक्नुमः खलु. आं महोदय. तत्र भवान् यदि वयं केवलम् एतदेव वाक्यं कोऽपि केवलम् एकमेव वाक्यं वदति उत्पीठिकायां घटाभावः वर्तते इति केवलं तदेव वाक्यमस्ति. तस्मात् प्राक् घटः नास्ति इति न उक्तं किमपि न उक्तं. केवलम् उत्पीठिकायां घटाभावः वर्तते इति अस्ति चेत् भवती किम् अग्रे अपि पुनः किमपि प्रष्टुम् इच्छति अथवा न न अहम् अवगच्छामि इति चिन्तनं भवति वाक्यं. तत्र विषयः आसीत् तत्र अत्यन्ते अभावः अस्ति वा अथवा अन्योन्य अभावः अस्ति वा इति. हा सत्यं. अतः तत्र अभावः द्वयं भवितुम् अर्हति खलु तस्मिन् अस्मिन् सन्दर्भे. अतः प्रश्नः भवति. अतः वयं ज्ञातुम् इच्छामः तत्र कः अभावः. अत्यन्तः अभावः इति अत्र अस्ति वा अथवा अन्योन्य अभावः अत्र अस्ति इति ज्ञातुम् घटस्य अभावः अस्ति इति चेत् स्वरूपसम्बन्धेन तत्र अत्यन्ते अभावः इति तत्र मन्ये महोदय भवति इति. सत्यं. अतः तत्र कः अभावः इति ज्ञातुम् इच्छामश्चेत् वयं किं पृच्छामः. अस्तु अभावः अस्ति वा घटाभावः उत्पीठिकायाम् अस्ति वा. अस्तु केन सम्बन्धेन अस्ति इति केन सम्बन्धेन पृच्छामः ज्ञातुम् इच्छामः. किमर्थं चेत् तत्र तदेव कारणेन वक्तुं शक्नुमः तत्र अन्योन्य अस्ति वा अथवा अत्यन्त अभावः अस्ति वा इति खलु. इति अतः तत्र अस्तु इदानीं तत्र एतेन सम्बन्धेन वयं ज्ञातुं शक्नुमः अत्यन्तः अभावः अस्ति वा अन्योन्याभावः अस्ति वा इति ज्ञातुं शक्नुमः. अतः प्रश्नः अस्ति महोदय. उत्पीठिकायां घट नास्ति इति उच्यते चेत् प्राग् तद् न उक्तं. केवलं किम् उक्तम् इत्युक्ते उत्पीठिकायां घटाभावः अस्ति इति एव उक्तम्. अस्तु घटाभावः अस्ति चेत् प्राग् अभावः भवितुम् अर्हति किम्. प्रागभावः अपि भवितुम् अर्हति किन्तु उत्पीठिका तत्र घटः पूर्वमेव निर्मितः इति चिन्तनम्. अस्तु घटः अस्ति घटः अस्ति घटस्य नाशः न अभवत् घटः अस्ति. केवलम् इदानीं तत्र घटः अपि दृश्यते इदानीम् उत्पीठिका अपि दृश्यते इति चिन्तनम्. उत्पीठिका अपि अस्ति घटः अपि अस्ति इति चिन्तयन्तु. अतः प्रागभावः मास्तु प्रध्वंस अभावः अपि मास्तु. केवलं तत्र अभावद्वयमेव तत्र अन्योन्याभावः अत्यन्त अभावः इति चिन्तनं भवेत्. इदानीं तत्र प्रश्नः उत्पीठिकायां घटाभावः वर्तते इति वाक्यम्. अस्तु भगिनि. अत्र महोदय तत्र घटस्य अभावः इत्युक्ते तत्र पूर्वं घटः आसीत् अधुना नास्ति इति तत्र नास्ति इति न प्रागभावः मास्तु अत्यन्त अभावः मास्तु. अतः केवलं तत्र अन्योन्याभावः भवेत् अथवा अत्यन्त अभावः भवेत् इति चिन्तनम्. अत्यन्त अभावः अत्यन्त अभावः इति ऊहां कर्तुं शक्नुमः तत्र घटः घटस्य द्वयोः मध्ये किम् इति चेत् तदा वयं वक्तुं ज्ञातुम् इच्छामः तत्र तादात्म्यसम्बन्धम् अस्ति वा अथवा स्वरूपसम्बन्धम् अस्ति वा इति. स्वरूपसम्बन्धः अस्ति चेत् तादात्म्यसम्बन्धम् अस्ति चेत् तत्र तत्र तस्मिन्नेव घटे एव घटः अस्ति इति तादात्म्यसम्बन्धः भवति. अस्तु अस्तु अस्तु अस्तु हा न न किन्तु तत्र अन्योन्याभावः घटस्य अन्योन्याभावः तादात्म्यसम्बन्धेन भवति उत्पीठिकायां भवति इत्युक्ते तत्र महोदय इति अस्ति वा घटः घटं विहाय सर्वत्र भवति किं तत्र घट घटस्य अन्योन्याभावः घटस्य अभावः घटः अन्य सर्वे पदार्थाः ये सन्ति लोके ते सर्वे घटः नास्ति एषः घटः नास्ति इति कृत्वा तेषु सर्वेषु पदार्थेषु घटस्य अन्योन्याभावः वर्तते. हा तत्र सम्बन्धः अस्ति कः सम्बन्धः तादात्म्यसम्बन्धः. हा तादात्म्यसम्बन्धेन घटस्य अन्योन्याभावः अन्येषु अन्येषु सर्वेषु पदार्थेषु वर्तते तत्र घटं विहाय अतः तत्र अत्र प्रतियोगिनं विहाय सर्वत्र घटः एव प्रतियोगी घटः एव प्रतियोगी अतः घटं विहाय अपि च घट प्रतियोगिनं विहाय सर्वत्र भवति इति तत्र अन्योन्य अभावः इति उच्यते. सम्यक् वा? हा इति अस्ति इति अस्ति समीचीनम् अस्तु धन्यवादः भगिनि. हा इदानीं तत्र धन्यवादः भगिनि. इदानीं विमला भगिनि हा धन्यवादः. विमला भगिनि अन्यः प्रश्नः अस्मिन् विषये प्रश्नः अस्ति महोदय यतोहि अत्र एवं घटो पटो न इति भेदः पटं प्रतियोगिनं विहाय सर्वत्र भवति अयमेव च भेदः अन्योन्याभावः इति चतुर्थनिर्दिष्ट अत्र भेदः इत्युक्ते अन्योन्याभावस्य पर्यायपदं किम्? सत्यं भगिनि सत्यं तदेव नाम पटः एषः पटः अस्ति एषः पटः सः घटः नास्ति इति तावदेव नाम एषः पदार्थः भिन्नः अस्ति भेदः एव तत्र चतुर्थ अभावः चतुर्थविध अभावः अन्योन्य अभावः अन्योन्य नाम तत्र पदार्थद्वयम् अपेक्षितं खलु अस्तु अन्योन्यं नाम अन्यः अन्यः इति तत्र हा पटः घटः नास्ति अथवा घटः पटः नास्ति तत्र घटाभावः पटे वर्तते पटाभावः अपि घटे वर्तते वर्तते हा किन्तु तत् साधारणतया एकमेव स्वीकृत्य वयं व्यवहारं कुर्मः तावदेव नाम तत्र पटः अस्ति पटः घटः नास्ति इति कृत्वा घटाभावः घटस्य अन्योन्याभावः पटे वर्तते. धन्यवादः महोदय. हा अस्तु अस्तु अतः अग्रे तत्र धनश्री भगिनी तत्र धनश्री भगिनी अस्ति वा? अस्तु हा अस्तु भगिनि इदानीं तत्र वाक्यं किं किं भवितुम् अर्हति तत्र यदि केवलं तत्र वयं वदामः उत्पीठिकायां घटाभावः वर्तते इति वदामः तत्र वाक्यद्वयं भवितुम् अर्हति तत्र नाम तत्र केवलं घटाभावः उत्पीठिकायां वर्तते इति स्वीकुर्मः तत्र अभावः अन्योन्याभावः भवेत् अत्यन्ताभावः भवेत् खलु? आमाम्. हा अतः तत्र वाक्यं तत्र कीदृशवाक्यं तत्र कीदृशं वाक्यं तत्र अन्यरीत्या यदि वक्तुम् इच्छामः अभावः इति न वक्तुम् इच्छामः किमपि अस्ति अथवा नास्ति इति यदि वक्तुम् इच्छामः तत्र कीदृशं वाक्यं भवति तत्र नाम प्रतियोगिता नियोगिता स्वीकृत्य न न तद् अग्रे कुर्मः केवलं तत्र साधारणरीत्या घटः नास्ति चेत् घटाभावः अस्ति अथवा इति तादृशसरलवाक्यं इदानीं केवलम् उत्पीठिकायां घटः नास्ति इति वदामश्चेत् तत्र किं किं अन्योन्यघटाभावः अस्ति अथवा उत्पीठिकायाम् अत्यन्तघटाभावः अस्ति हा इदानीम् अन्योन्यभावः अस्ति चेत् तत्र वाक्यं किं भवति नास्ति इति भवेत् वाक्यं उत्पीठिका घटं नास्ति इति वाक्यम् उत्पीठिका घटः नास्ति इति वाक्यं तत्र अन्योन्यभावः समीचीनम् अपि तत्र अत्यन्तः भावः अस्ति चेत् तत्र किं भवति वाक्यं हा उत्पीठिकायां घटः नास्ति एकस्मिन् वाक्ये सप्तमी प्रयोगः भवति एकस्मिन् वाक्ये प्रथमा एव भवति उत्पीठिका घटः नास्ति तत्र अन्योन्यभावः उत्पीठिकायां घटः नास्ति इति अत्यन्तः अभावः अतः समीचीनं भगिनि अतः तत्र सर्वेषां कृते एषः विषयः तत्र समीचीनतया स्थापितः वा मनसि प्रश्नः अस्ति वा महोदय एकः प्रश्नः यः प्राग् प्रध्वंसाभावः अस्ति तस्य कृते कोऽपि सम्बन्धः उक्तं नास्ति उक्तमस्ति भगिनि तत्र उक्तमस्ति किन्तु तत्र शीघ्रतया उक्तम् इति कृत्वा प्रायशः तत्र हा तत्र अभावः तत्र घटत्वे तत्र अस्ति भगिनि तत्र पुटसङ्ख्या तत्र 28 मध्ये तत्र प्रायशः तत्र हा अन्योन्यभावः तत्र कुत्रापि अस्ति भगिनि तत्र अभावः तत्र स तत्र स्वरूपसम्बन्धेन भवति इति अहं चिन्तयामि स्वरूपसम्बन्धेन एव इति मम चिन्तनं भगिनि हा किन्तु पुनः एकवारं दृष्ट्वा वदामि हा तद् इति मम चिन्तनं किन्तु समीचीनप्रश्नः पुनः तत्र दृष्ट्वा वदामि हा इति एव मन्ये भगिनि हा किन्तु पुनः एकवारं दृष्ट्वा वदामि अस्तु इदानीं तत्र अग्रे सरामः तर्हि तत्र अन्योन्यभावस्य अन्यनाम अस्ति भेदः अतः तत्र पटः घटः नास्ति इति भेदः एव तत्र अन्योन्यभावः अपि तत्र अत्यन्तः भावः तत्र पटे घटः नास्ति इति अस्तु तत्र इदानीं तत्र उत्पीठिकायां घटः नास्ति इति यः अभावः अस्ति तत्र किं भवति घटस्य आनयनेन सः अभावः नश्यति खलु घटाभावः इदानीं घटः उत्पीठिकायां नास्ति किन्तु घटस्य आनयनेन एषः अभावः नश्यति किन्तु अस्तु एषः अभावः नश्यति किन्तु उत्पीठिका घटः नास्ति इति अभावः तस्य नाशः भवति वा सः अभावः नश्यति वा केनापि उपायनेन तत्र उपायेन तस्य नाशः भवति किम् किं वदामः महोदय किम् उक्तम् उत्पीठिका प्रथमविधौ अभावः तत्र उत्पीठिकायां घटः नास्ति तत्र अत्यन्त अभावः सः अभावः घटस्य आनयनेन नश्यति खलु आम् आम् इदानीं द्वितीयविधः तत्र नाम चतुर्थविध अभावः अन्योन्याभावः उत्पीठिका अस्ति उत्पीठिका घटः नास्ति अतः घटस्य अन्योन्याभावः उत्पीठिकायाम् अस्ति इति एषः अन्योन्याभावः केन उपायेन नश्यति केन तत्र किमपि कर्तुं शक्नुमः वा तस्य नाशनं केन भवति तस्य नाशः केन भवति इति उत्पीठिका घटः नास्ति घटस्य अन्योन्याभावः उत्पीठिकायाम् अस्ति एषः भावः नश्यति वा नश्यति तादात्म्येन अस्ति न तादात्म्येन अस्ति अपि तत्र यत्किमपि वयं कुर्मः तत्र उत्पीठिका कदापि घटः न भवति खलु अतः तत्र यावत्पर्यन्तम् उत्पीठिका घटः नास्ति तावत्पर्यन्तं घटस्य अत्यन्त तत्र अन्योन्याभावः उत्पीठिकायां वर्तते एव अतः तत्रापि भेदः वर्तते, अन्योन्याभावः अत्यन्ताभावः. अत्यन्ताभावस्य नाशः भवितुम् अर्हति, किन्तु अन्योन्याभावस्य नाशः न कदापि भवति. अस्तु, समीचीनं वा? अग्रे सरामः किम्? अस्तु तर्हि अग्रे, तत्र शुभदा भगिनी अग्रे पठितुम् इच्छति वा? इदानीं तत्र अधिकरणस्यापि भवति अनियोगी इति संज्ञा इति, ततः पुटसङ्ख्या 31. अस्तु तर्हि तत्र राजीव भगिनी अग्रे पठितुम् इच्छति वा? श्रूयते अस्तु, श्रूयते भगिनी. अस्तु, पेज् 31 मध्ये खलु, 31 मध्ये भगिनी, हा, अधिकरणस्यापि इति उपशीर्षकः. अस्तु, अधिकरणस्यापि भवति अनुयोगी इति संज्ञा. अभावाः एतावता निरूपिताः, तन्निष्ठः विरोधः, अनुयोगिता अपि उक्ता. अस्य च अनुयोगिताशब्दस्य अन्यत्रापि प्रयोगः दृश्यते. न्यायग्रन्थेषु अधिकरणस्यापि क्वचित् अनुयोगी इति व्यवहारः दृश्यते. यथा भूतलं घटानुयोगी, अत्र भूतलम् अनुयोगी चेत् अनुयोगिता भूतले भवति. इयं च अनुयोगिता न अभावनिष्ठविरोधरूपाः, रूपा, किन्तु अधिकरणनिष्ठः धर्म इति अधिकरणा अधिकरणता एव. तथा च भूतले घटानुयोगिता अस्ति इत्युक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः. हा, समीचीनं भगिनि. तत्र तत्र व्यवहारः दृश्यते, तावत्पर्यन्तं वदतु तत्र वाक्यत्रयं स्वीकृत्य. अभावः एतावता निरूपिता इति, एतावता वयम् अभावः इति विषयः वयम् इति विषयः निरूपितः. तन्निष्ठः विरोधः अनुयोगिता अपि उक्ता. उदाहरणं स्वीकुर्मः, तत्र घटः अपि घटस्य अभावः, तत्र घटः अस्ति, घटाभावः अस्ति, तयोः मध्ये विरोधः अस्ति खलु? आं महोदय. हा, तस्य विरोधस्य नाम अस्ति, तत्र विरोधः घटे अपि वर्तते, घटाभावे अपि वर्तते खलु? आम्, यतोहि घटः अस्ति चेत् घटाभावः नास्ति, घटाभावः अस्ति चेत् घटः नास्ति, अतः तयोः मध्ये तत्र विरोधः वर्तते. विरोधः घटे अपि अस्ति, घटाभावे अपि अस्ति. घटाभावे यः विरोधः अस्ति तस्य नाम किम् अस्ति? क्षम्यतां महोदय, पुनः एकवारं वदतु. घटाभावे विरोधः अस्ति, घटे अपि विरोधः अस्ति खलु, यतोहि तयोः मध्ये तत्र विरोधभावः वर्तते. अतः तत्र यः विरोधः घटाभावे अस्ति तस्य नाम किम्? इदानीं द्वितीयवाक्यं पुनः पठतु. तन्निष्ठः विरोधः अनुयोगिता अपि उक्ता, अनुयोगिता इति. हा, तन्निष्ठ इति तत्र तत् इत्युक्ते किम्? तेन सह इति, तत्र तस्मिन् तत् इति अस्ति. तत् इत्युक्ते तत्र अन्वयः कुत्र भवति? पूर्वस्मिन् वाक्यं, पूर्वस्मिन् वाक्ये अभावनिष्ठविरोधः, अभावनिष्ठः विरोधः अनुयोगिता इति अपि उक्ता. हा, नाम यः विरोधः घटाभावे वर्तते तस्य नाम अस्ति अनियोगिता, यः विरोधः घटे वर्तते तस्य नाम अस्ति प्रतियोगिता खलु. प्रतियोगिता घटे वर्तते, अतः घटः भवति प्रतियोगी. अपि तत्र अभावे अनियोगिता वर्तते इति कृत्वा अभावः भवति अनुयोगी, अनुयोगी. अतः तत्र अनियोगी, अभावः अनियोगी, घटः पदार्थः साक्षात् पदार्थः यः अस्ति सः अस्ति प्रतियोगी प्रतियोगी हा घटः प्रतियोगी घटाभावः अनुयोगी अनुयोगी अस्ति इदानीम् अग्रे अस्य च अनुयोगिता शब्दस्य अन्यत्रापि प्रयोगः दृश्यते न्यायग्रन्थे केवलम् अभावस्थले इति एव अनियोगिता इति व्यवहारः न भवति किन्तु अन्यत्र अन्येषु स्थलेषु अपि तस्य अनियोगिता इति पदस्य प्रयोगः भवति अस्तु न्यायग्रन्थेषु अधिकरणस्य अपि क्वचित् अनुयोगी इति व्यवहारः दृश्यते हा तत्र अधिकरणस्यापि नाम उदाहरणम् अधिकरणम् इति तस्य अस्माकम् उदाहरणं किम् अस्ति यज्ञदत्तः आसने यज्ञदत्तः उपविष्टः अस्ति खलु हा तत्र आसने आसनम् अधिकरणम् अस्ति यज्ञदत्तः आदेयः अस्ति आसने अधिकरणता अस्ति खलु महोदय हा तस्मिन् सन्दर्भे अपि तत्र अनियोगिता इति पदस्य व्यवहारः भवति हा इति वक्तुम् इच्छति इदानीम् अग्रे तत् कथं भवति इति पश्यामः धन्यवादः भगिनी क्षम्यतां महोदय केषुचित् वर्गेषु समीचीनमेव अस्ति अहं न आगतवती आगन्तुं न शक्नुवन्ति किञ्चित् हा हा किन्तु इदानीम् अवगतं खलु तत्र प्रतियोगी इदानीम् अवगतं समीचीनम् अस्तु घटमिति प्रतियोगी घटाभावः इति प्रतियोगी घटाभावः इति अनुयोगी केवलं तत्र भूतले घटः नास्ति इति यदि वदामः तत्र घटः अस्ति प्रतियोगी घटाभावः भवति अनुयोगी अनुयोगी अनुयोगी तावत्य अस्तु समीचीनं धन्यवादः अग्रे तत्र हा अग्रे राजी भगिनी पठितुम् इच्छति वा किञ्चित् विवृणोति वा क्षमिता महोदय अहं सप्ताहद्वयं वर्गं न आगतवती ओ अस्तु अस्तु अस्तु चिन्ता मास्तु भगिनि अस्तु अस्तु हा चिन्ता मास्तु अस्तु अग्रे तत्र जयलक्ष्मी भगिनी किञ्चित् वक्तुम् इच्छति वा अग्रे आं महोदय नमस्ते महोदय नमस्कारः भगिनि पठामि वा अग्रिमवाक्यं तत्र इदानीं तत्र एतावत् किं अस्तु एतावत् किम् उक्तं तत्र अनियोगी इति पदस्य व्यवहार अन्यत्र अपि भवति इदानीं तत्र उदाहरणं सः ददाति यथा भूतलम् इति यथा भूतलं घटानुयोगी इति उक्तम् इति व्यवहारः भवति एतादृशं वाक्यम् अग्रे वयं पश्यामः तस्मिन् सन्दर्भे अस्माकं चिन्तनं किं भवेत् इति सः विवृणोति इदानीम् इत्युक्ते भूतलम् इत्यस्य अनियोगी इति व्यवहारः भवति चेत् भूतले यः यस्य अभावः अग्रे पश्यतु इदानीम् अभावः इति विषयः नास्ति एषः एव तत्र मुख्यांशः नाम अभावस्थले साधारणतया अनियोगी प्रतियोगी इति व्यवहारः भवति किन्तु अन्येषु स्थलेषु अपि अनियोगी इति व्यवहारः भवति अतः सावधानम् इति सः वक्तुम् इच्छति अतः उदाहरणत्वेन वदति तत्र कीदृशव्यवहारः भवति अतः तत्र भूतलं घटानुयोगी इति यदि वयं चिन्तयामः अभावः तत्र भवति इति प्रथमचिन्तनं भवेत् किन्तु केवलं तद् नास्ति अन्यव्यवहारः अपि भवति इति अग्रे विवृणोति अतः तत्र अग्रिमवाक्यद्वयमपि पठतु भगिनि अत्र भूतलम् अनियोगी चेत् अनियोगिता भूतले वर्तते इयं च अनियोगिता च अभावनिष्ठविरोधरूपा न न इयं च अनियोगिता न अभावनिष्ठविरोधरूपा हा इयं च अनियोगिता न अभावनिष्ठविरोधरूपा किन्तु किन्तु अधिकरणनिष्ठः धर्मः धर्मा इति अधिकरणता एव तथा च भूतले घटानुयोगिता अस्ति इति उक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः अत्र घटानुयोगे इति वाक्यम् अस्ति भूतले घट अनियोगिता भवति इति उक्तम्। भूतलम् अनियोगी चेत् भूतले अनियोगिता वर्तते इति उक्तम्। इयं च अनियोगिता अभावनिष्ठविरोधरूप इत्युक्ते अनियोगिता इति इति स्वाभाविकतया अभाव यत्र अस्ति तस्य तत्र एव अनियोगिता इति उक्तम्। किन्तु एतादृशं वदति चेत् भूतले अनियोगिता अस्ति इति वदामः चेत् अत्र अभावनिष्ठविरोधरूप न इति उक्तम्। अतः तत्र किञ्चित् तदपि भवितुमर्हति, एतदपि भवितुमर्हति, तत्र अभावः निष्ठविरोधरूप अपि भवितुमर्हति, किन्तु केवलं तदेव भवति इति चिन्तनं नास्ति। इत्युक्ते अत्र किञ्चित् भिन्नरीत्या चिन्तनम् अत्र अतः अग्रे गत्वा यदि वयम् एतद् एतादृशं वाक्यं पठामः, भूतलं घटानुयोगी इति वाक्यं पठामः, अस्तु अस्तु एषः अभावविषये एव वाक्यम् उक्तम् इति मास्तु चिन्तनम्। अस्मिन् सन्दर्भे अस्माकं प्रश्नः भवेत् अस्तु तत्र एषः अभावविषयः वा अथवा अन्यः विषयः वा इति अस्माकं प्रश्नः तस्मिन् सन्दर्भे भवेत्। अतः एषः इदानीं अत्र अधिकरणनिष्ठधर्मः इति अधिकरणता एव तस्य अर्थः भवति। अधिकरणनिष्ठा इति वदामः चेत् यत्र अधिकरणः अस्ति तत्र एव तस्य धर्मः प्रदर्शयति। तथा च भूतले तत्र इयं च अनियोगिता न अभावनिष्ठविरोधरूप, नाम वयं जानीमः अभावे यः विरोधः अस्ति सः एव अनियोगिता इति अर्थः न प्राप्नुमः इति। अत्र सः न सः अर्थः नास्ति, किन्तु कः अर्थः अत्र अधिकरणनिष्ठधर्म इति अधिकरणता एव तत् अर्थः अस्माभिः पठितं। तथा च भूतले घटानुयोगिता अस्ति इति उक्तौ घटाधिकरणता अस्ति इति अर्थः ग्राह्यः इति इत्युक्ते अधिकरणता तत्र अस्ति इति तस्य अर्थः स्वीकरणीयः। किन्तु घटानुयोगिता अस्ति इति वदामः चेत् तत्र अभावस्य अर्थः न स्वीकर्तव्यः इति। अस्मिन् उदाहरणे सः अर्थः न भवति न भवति, अतः तत्र अर्थद्वयं भवितुम् अर्हति। भूतलं घटानुयोगी इति यदि वदामः तत्र किं तत्र भूतलं भूतले घटाभावः अस्ति इति अपि अर्थः भवेत्, घटाधिकरणता अस्ति इति अपि अर्थः भवेत् इति उक्तं। हा किन्तु तत्र भूतलं घटानुयोगी इति वदामश्चेत् तत्र भूतलस्य अभावः भूतलं घटस्य अभावः नास्ति खलु? नास्ति, भूतलं घटस्य अभावः नास्ति, केवलं तत्र यदा अनियोगी इति पदं भवति वयं चिन्तयामः अस्ति चेत् अभावः इति एव वयं चिन्तयामः। अधिकरणता अस्ति इति अधिकरणता अस्ति। समीचीनं, हा धन्यवादः भगिनि पुष्पभगिनी। हा अतः तत्र घटस्य अधिकरणता इति अर्थः स्वीकरणीयः। यथा भूतले घटानुयोगिता इति वदामः चेत् अत्र अभावस्य अर्थः न स्वीकरणीयः, किन्तु घटाति घटस्य अधिकरणता अस्ति इति अर्थः स्वीकरणीयः इति तदेव अस्ति भगिनि, तदेव अस्ति। अतः तत्र भूतलं घटानुयोगी इति यदि वाक्यं पठामः तत्र भूतले घटस्य अधिकरणता अस्ति इति एव स्वीकरणम् इति अर्थः। अतः तत्र अन्यः अर्थः कः भवेत् इति चिन्तनमपि किञ्चित् कुर्मः, नाम अनियोगी इति उक्तम्, अनियोगिति अनियोगिता अनियोगी इति अस्ति चेत् तत्र अभावः इति विषयः भवेत्, किन्तु अत्र साक्षात् वाक्यं किम् अस्ति? भूतलं घटानुयोगी इति अस्ति। अनियोगिता कुत्र अस्ति? घटः अस्ति, घटस्य घटे प्रतियोगिता अस्ति, भूतलम् अनियोगी इति वदामः चेत् भूतलम् अधिकरणम् इति वक्तुं शक्नुमः वा? न भगिनि तत्र अस्तु अस्तु सोपानेन गच्छामः। तत्र घटः अस्ति, घटः प्रतियोगी, घटाभावः समीचीनम्, घटाभावः अनियोगी, हा घटाभावः अनियोगी खलु, तत्र घटः प्रतियोगी, घटे प्रतियोगिता वर्तते, अभावः अभावे घटाभावे तत्र अनियोगिता वर्तते, घटाभावः अनियोगी अस्ति खलु. इदानीं तत्र घटाभावः एव अनियोगी, भूतलं घटा घटानुयोगी भवति वा? अभावः इति चिन्तनं भवति चेत् भूतलं न एव. अथ तत्र केवलम् अनियोगी इति पदमस्ति इति कृत्वा अभावः इति विषयः चिन्तयामः वयं चिन्तयामः अनियोगी अस्ति चेत् अस्तु तत्र कुत्रापि अभावः भवेत् इति चिन्तयामः. किन्तु यदि वयं तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः वयं पश्यामः तत्र भूतलं घटानुयोगी अस्ति चेत् तत्र भूतलं साक्षात् घटाभावः नास्ति खलु. अतः भूतलं घटानुयोगी इति वाक्यमस्ति चेत् तत् अभावः, तत्र अभावः इति विषयः एव तत्र न आगच्छति. अभावः इति विषयः न प्रविष्टः अस्मिन् वाक्ये खलु. हा, अतः तत्र अन्योगी इति अस्ति चेत् तत्र अन्यः अर्थः भवेत्. सः अन्यः अर्थः कः? तत्र अधिकरणता इति एव तत्र अन्यः अर्थः. हा, अतः तत्र अधिकरणता एव तत्र अनियोगिता. अतः हा समीचीनं, धन्यवादः भगिनि. क्षम्यतां महोदय, नमस्कारः. श्रूयते वा? तर्हि केवलं भूतलस्य विषये एव भवति वा? यदि वयम् उत्पीठिकाविषयेपि तत्र वदामः किल, पूर्ववाक्ये लेखनी उत्पीठिका, तत्र तदपि स्थापितुं शक्नुमः भगिनि. तत्र लेखनी लेखनी उत्पीठिकानुयोगी इति वाक्यं भवति चेत् तर्हि उत्पीठिका अथवा तत्तु तत्तु प्रायशः तत्र तस्य सम्भावना कदापि न भवति, अतः न भवति. तदेव, यतः भूतलस्य सत्यं भूतलस्य अभावं वक्तुं न शक्नुमः इति कारणात् अतः न भगिनि, अत्र अभावः इति विषयः एव न प्रविष्टः. वाक्ये भूतलं घटानुयोगी अथवा एतादृशम् अन्यत् किमपि वाक्यं यदि स्वीकुर्मः तत्र एतत् स्वीकुर्मः उत्पीठिका लेखन्यानुयोगी इति स्वीकुर्मः तत्र किं भवति? तत्र लेखन्यानुयोगी तत्र किम् अस्ति, किं वक्तुम् इच्छामः? लेखनी अधिकरणं तत् इति उत्पीठिका उत्पीठिका अधिकरणम् अस्ति इति एव वार्ता वक्तुं शक्नुमः वा? तत्र लेखन्यः उत्पीठिका अधिकरणम् इति वक्तुं शक्नुमः वा? उत्पीठिका लेखन्यानुयोगी इति वाक्यं भवति चेत् सत्यं तत्र किं वक्तुम् इच्छामः? उत्पीठिका अनियोगी इति उक्तं, तत्र अभावः इति भवति वा? तत्र लेखन्याः अभावः उत्पीठिका अस्ति वा? लेखनी उत्पीठिकायां नास्ति इति विषयः नास्ति, लेखन्याः अभावः उत्पीठिका अस्ति वा? लेखन्याः अभावः यः पदार्थः अस्ति सः एव पदार्थः उत्पीठिका अस्ति वा? न खलु, भिन्नः पदार्थः. अभावः भिन्नः पदार्थः, लेखन्याः अभावः एव अनियोगी खलु. लेखनी लेखनी अनुयोगी इति वदामः चेत् लेखन्याः अभावः एव अनियोगी. अतः तत्र यदि वयं पश्यामः उत्पीठिका लेखन्यानुयोगी इति पश्यामश्चेत् तत्र अभावः इति यदि अस्माकं चिन्तनं भवति चेत् तत्र वाक्यस्य अर्थः न भवति, यतोहि लेखन्याः अभावः भिन्नः, उत्पीठिका भिन्नः भिन्नः पदार्थः खलु. तत्र उत्पीठिका लेखन्यानुयोगी इति अस्ति चेत् तत्र अभावं स्वीकृत्य तस्य अर्थः न भवति. अतः अधिकरणस्य प्रस्तावना अपि नास्ति. अतः तत्र अतः एतादृशं वाक्यं यदि पठामः अत्र लेखकः वक्तुम् इच्छति तत्र केवलम् अनियोगी इति पदं दृष्ट्वा अभावम् इति आदौ मनसि मा स्थापयतु. अस्तु, एतत् स्वभावतः वयं कुर्मः खलु. तत्र प्रतियोगी अनियोगी इति बहुवारं दृष्टवन्तः अभावस्थले अतः इदानीं नूतनसन्दर्भे अपि तत्र अनियोगी इति पदं द्रक्ष्यामः, वयं चिन्तयामस्तु एतद् अत्र अभावः इति विषयः अस्ति इति, तादृशी परिस्थितिः नास्ति इति एव. अस्तु महोदय, अवगतं. धनश्री भगिनी, प्रश्नः आसीत् वा? आं महोदय, पीठिकायां लेखन् तस्मिन् उदाहरणे लेखन्याः अभावः यदि अन्योन्याभावः वयं स्वीकुर्मः तत्तु उत्पीठिकायाम् अस्ति, अतः तादृशं नाम भूतलं घटानुयोगी, घटस्य अन्योन्याभावः भूतले अस्ति अतः भूतलं घटानुयोगी, तादृशमेव अन्योन्याभावः मास्तु, तत्र अत्यन्त अत्यन्ताभावः इति चिन्तयामः, अतः तत्र सः अभावः सत्यम् अन्योन्याभावः भवितुम् अर्हति, किन्तु तत्र अन्योन्याभावः सत्यम् अन्योन्याभावः सर्वत्र भवितुम् अर्हति तत्र प्रतियोगिनं विहाय, तत्तु समीचीनं भगिनि. हा, किन्तु तत्र अभावः न न न भगिनि, किन्तु तत्र अभावः अन्योन्याभावः प्रतियोगिनं विहाय सर्वत्र भवति खलु, अतः तत्र लेखन्याः अभावः उत्पीठिकायामपि भवति इति खलु भवती एतद् वक्तुम् इच्छति खलु, किन्तु उत्पीठिका साक्षात् अभावः वा न, परन्तु अनियोगी तु भवेत् उत्पीठिकायां, उत्पीठिका कथम् अनियोगी भवति, अभावः न न न, अनियोगी केवलम् अभावः एव, अभावः उत्पीठिकायां भवेत् अभावः एव अनियोगी, अभावः उत्पीठिका अस्ति वा? अस्तु अस्तु न, हा समीचीनं खलु, उत्पीठिका उत्पीठिकायाम् अन्योन्याभावः अस्ति सत्यं, लेखन्याः अन्योन्याभावः उत्पीठिकायां वर्तते सत्यं, किन्तु अभावः भिन्नः उत्पीठिका भिन्नः, यदि अभावः अनियोगी इति अस्ति चेत् वयं जानीमः अस्तु अस्तु सत्यम् अभावः अनियोगी तत्र लेखनी प्रतियोगी एतद् वयं जानीमः, किन्तु अत्र किमस्ति उत्पीठिका लेखन्यानुयोगी इति उक्तम्, अतः तत्र लेखन्याः अनियोगी लेखन्याः अभावः भवेत् अन्योन्याभावः वा अत्यन्त अभावः भवेत् किन्तु तद् नास्ति, उत्पीठिका इति वर्णितम्, उत्पीठिका लेखन्यानुयोगी इति वाक्यम् अस्ति, अतः तत्र अभावः इति विषयः तत्र न प्रविष्टः, तत्र अधिकरणता एव तत्र अनियोगिता भवति, अतः तत्र भूतलं घटानुयोगी इति अस्ति चेत् तत्र अनियोगिता का, तत्र अधिकरणता एव, हा तत्र घटः भूतले अस्ति, तत्र घटे आधेयता अस्ति, भूतले अधिकरणता अस्ति, एतस्याः अधिकरणतायाः अन्यनाम अस्ति अथवा व्यवहार भवति तत्र अनियोगिता इति. अस्तु, धन्यवादः. हा समीचीनम्, अन्य कोऽपि प्रश्नः? अस्तु तर्हि तत्र अग्रे सरामः, तत्र सरिता भगिनी अग्रे पठितुम् इच्छति वा? एताञ्च अधिकरणतारूपाम् अनुयोगिताम् अनुयोगिताम् आदाय अनुयोगिताम् आदाय भेद अत्यन्तभावयोः भेद अत्यन्त अभावयोः वैलक्षण्यं सम्प्रदाये वैलक्षण्यं सम्प्रदाये इत्थं वर्णयन्ति. अत्र एतावत् किमस्ति एताञ्च अत्र अधिकरणता इति अनुयोगिता इति वक्तुं शक्यते, तत्र तत् स्वीकृत्य भेद इति अन्योन्याभावः अत्यन्त अभावयोः कथं तस्य वर्णनं कर्तुं शक्नुमः इति अग्रिमे दत्तम् अस्ति. तत् समीचीनं, तत्र वैलक्षण्यं नाम विलक्षणः, विलक्षणः नाम भिन्नः अस्ति तत्र तयोः मध्ये साक्षात् कः भेदः वर्तते तत्र वयं जानीमः अन्योन्याभावः भिन्नः अत्यन्ताभावः भिन्नः तत्र अत्यन्ताभावः अत्यन्ताभावः इति एव व्यवहारः अन्योन्याभावस्य अन्यनाम अस्ति भेदः तत्र वयं जानीमः तत्र तयोः मध्ये तत्र अत्यन्ताभावः अन्योन्याभावः एकः एव इति नास्ति तत्र भिन्नः पदार्थः इति वयं जानीमः यतोहि तत्र तादात्म्यसम्बन्धः अस्ति अन्योन्य तत्र अन्योन्याभावस्थले तादात्म्यसम्बन्धः भवति अपि अत्यन्ताभावस्थले स्वरूपसम्बन्धः भवति इति वयं ज्ञातवन्तः पूर्वमेव इदानीं तत्र वैलक्षण्यं तत्र भेदः भिन्नता या वर्तते तस्य सम्प्रदायरीत्या तत्र वर्णनं कथं भवति इति अग्रे वक्तुम् इच्छति लेखकः किन्तु तस्य तत्र आवश्यकता अस्ति अनियोगिता तत्र अधिकरणता अपि अनियोगिता इति रूपेण स्वीकर्तुं शक्नुमः इति यदि भवति तदनन्तरं तत्र वर्णनं सुलभं भवति अस्तु समीचीनं भगिनी इदानीं तत्र अग्रे अपि किञ्चित् पठतु तत्र वाक्यद्वयं स्वीकृत्य पठतु अत्यन्त अभावस्थले बोधनाय प्रतियोगिता प्रतियोगिवाचकपदस्य प्रथमा अनुयोगिवाचकपदस्य च सप्तमी भवति यथा भूतले घटः नास्ति इति अत्यन्त अभावबोधकः प्रयोगः अस्तु अत्र अत्यन्त अभाव यदि अस्ति चेत् तत्र प्रतियोगिता वाचकपदस्य प्रथमा तत्र घटः अस्ति घटः तस्य प्रतियोगिता अस्ति तस्य प्रथमा विभक्ति भवति अनुयोगिवाचकपदस्य सप्तमी भवति तत्र भूतले घटः नास्ति इति स्वीकुर्मः चेत् तत्र भूतलः इति घटाभावः वर्तते तत् प्रदर्श्यते तत्र अनुयोगी भवति तत् तस्य सप्तमी विभक्ति भवति तथा भूतले घटः नास्ति इति वक्तुं शक्यते अत्यन्त अभावबोधकः प्रयोगः भवति तत्र अस्तु अस्तु तर्हि तत्र साक्षात् अस्तु हा इदानीम् अग्रे किञ्चित् गच्छामः तर्हि तत्र धन्यवादः भगिनि हा अस्तु अग्रे सुधा भगिनी अग्रे इदानीं वक्तुं शक्नोमि पठितुं शक्नोमि अहम् अस्तु भगिनि हा तत्र सुधा भगिनी पठति तदनन्तरं भवती पठतु भगिनि हा अस्तु हा नमस्कारः महोदय नमस्कारः भगिनि हा तद्वाचकपदोत्तरं प्रथमा विभक्तिः भवति अभावानुयोगी भूतलम् अतः तद्वाचकपदोत्तरं सप्तमी विभक्तिः भवति एवमेव पठामि वा महोदय अस्तु अस्तु पठतु भगिनि एवमेव वायौ रूपं नास्ति रूपे विशेषः नास्ति इति वाक्येषु प्रतियोगिवाचकपदस्य प्रथमा अनियोगिवाचकपदस्य सप्तमी विभक्तिः समर्थनीया हा इदानीं भगिनि तत्र यथा भूतले घटो नास्ति इति तत्र ततः आरभ्य किञ्चित् एकमेकं वाक्यं पठित्वा किञ्चित् वदतु भगिनि हा भूतले घटः नास्ति भूतले घटः नास्ति इति अत्यन्त अभावः अस्ति अत्र भूतले घटः नास्ति इति घटः इति प्रतियोगी अस्ति तत्र भूतले घटः नास्ति तत्र घटः इति पदः तत्र तस्य विभक्ति का प्रथमा विभक्ति अस्ति प्रथमा विभक्ति भूतले इति तत्र विभक्ति का सप्तमी अस्ति अस्तु अतः तत्र घटः इति पदस्य विभक्ति भिन्ना भूतले इति पदस्य अपि विभक्ति भिन्ना खलु हा इदानीं तत्र अत्यन्ताभावः इति वयं जानीमः अत्यन्ताभावबोधकवाक्यमस्ति खलु तत्र भूतले घटः नास्ति नाम अत्यन्त अभावस्य बोधक नाम एतेन वयं अस्माकं ज्ञानं भवति अस्तु तत्र अत्यन्ताभावः घटस्य अत्यन्ताभावः भूतले वर्तते इति खलु. इदानीम् अग्रे अत्र च घटाभावः भूतले अस्ति अभावप्रतियोगिता घटे. इदानीम् अत्र च घटाभावः भूतले अस्ति अस्ति. हा इदानीम् अग्रे अभावप्रतियोगिता घटे अभावप्रतियोगिता घटे खलु. नाम तत्र घटस्य एव अभावः अतः घटः एव प्रतियोगी अतः अभावप्रतियोगिता घटे घटे अस्ति. अस्तु समीचीनम्. इदानीम् अग्रे तद्वाचकपदोत्तरं प्रथमाविभक्तिः भवति खलु. नाम तत्र घट इति साक्षात् प्रातिपदिकं तदनन्तरं तत्र पदोत्तरं नाम यदा वयं प्रातिपदिकं स्वीकृत्य तत्र अन्य कोऽपि तत्र प्रत्ययस्य प्रत्ययः भवति खलु तेन एव तत्र का विभक्ति इति तत्र प्रथमाविभक्ति वा द्वितीया विभक्ति वा इति भवति खलु. केवलं प्रातिपदिकेन तत्र पदस्य निर्माणं न भवति तत्र प्रातिपदिकं भवेत् अपि सुप् तत्र प्रत्ययः भवेत् कोऽपि सुप् प्रत्ययः तत्र घटः इति अस्ति अतः तत्र प्रथमाविभक्ति हा प्रथमाविभक्तिः अस्ति अतः तत्र घटः तत्र प्रतियोगी तस्य प्रथमाविभक्तिः अस्ति. हा इदानीं अभाव अनियोगी भूतलम् अतः अत्र पूर्वं किम् अस्ति अभावप्रतियोगी अभावप्रतियोगिता घटे तत्र तावत्पर्यन्तं किम् आसीत् घटः प्रतियोगी अनियोगी का अनियोगी कः भवति न न किन्तु अभावः अभावप्रतियोगिता घटे इति उक्तं तत्र घटः प्रतियोगी अनियोगी कः भवति अभावः एव भवति खलु. किन्तु इदानीं किम् उक्तम् अभाव इदानीं यद्वाक्यं भवति अभाव अनियोगी भूतलम् हा इदानीम् एतस्य वाक्यस्य अर्थः सम्यक्तया अस्माभिः अवगन्तव्यः. अतः तत्र अभाव अनियोगी भूतलम् इत्युक्ते किम् अभावस्य अधिकरणता भूतले हा इति अस्ति इति एव अस्ति. सुधा भगिनी तत्र घटः भूतले नास्ति खलु. अतः घटाभावः भूतले वर्तते खलु. अस्तु घटाभावः भूतले वर्तते सत्यं खलु. एतावत् समीचीनं वा. घटः नास्ति भूतले अतः घटाभावः भूतले अस्ति. घटाभावः भूतले अस्ति चेत् यदि वयं वदामः यज्ञदत्तः आसने अस्ति तत्र आसनम् अधिकरणम् अपि यज्ञदत्तः आदेयः किन्तु आसने अधिकरणता अस्ति खलु. किन्तु पूर्वस्मिन् परिच्छेदे किम् उक्तं तत्र अधिकरणता अपि अनियोगी भवितुम् अर्हति तादृशव्यवहारः अपि भवति खलु. इदानीं घटस्य अभावः भूतले अस्ति तत्र अधिकरणं किम् घटस्य अभावः भूतले अस्ति यज्ञदत्तः आसने अस्ति घटाभावः भूतले अस्ति भूतलम् अधिकरणम् अस्ति भूतलम् अधिकरणं खलु. भूतलम् अधिकरणं घटाभावः भूतले अस्ति भूतलम् अधिकरणं भूतले भूतलम् अधिकरणम् अस्ति चेत् भूतले अधिकरणता अस्ति. इदानीम् अधिकरणता इति तस्य अन्यव्यवहारः तत्र तस्य अनियोगिता इति अपि व्यवहारः भवति खलु. पूर्वं वयं दृष्टवन्तः अतः तत्र भूतले अधिकरणता अस्ति तस्य अन्यरीत्या व्यवहारः भवति भूतले अनियोगिता अस्ति अतः तत्र भूतले अनियोगिता अस्ति चेत् भूतलम् अनियोगी भवति खलु. किन्तु इदानीं तत्र अनियोगी नाम तत्र ह्रस्व इकारः, यतोहि तत्र इनि प्रत्ययः अनियोगी, तत्र ह्रस्व इकारः इकारः, यतोहि भूतलम् इति नपुंसकलिङ्गपदं, दीर्घ इकारः अस्ति चेत् तत्र पुल्लिङ्गपदं, स्त्रीलिङ्गे तत्र अनियोगी, तत्र पुल्लिङ्गे अनियोगी दीर्घ इकारः, नकारान्तपदम् अनियोगिन् इति, स्त्रीलिङ्गे अनियोगिनी इति, एतद् इनि प्रत्ययः अस्ति, अपि नपुंसकलिङ्गे अनियोगी अनियोगी इति भूतलम् अनियोगी, तत्र अभाव अनियोगी, अभावस्य अनियोगी भूतलं नाम अभावस्य अधिकरणं भूतलम्, सत्यं खलु, यतोहि अभावः घटस्य अभावः भूतले अस्ति, अतः घटाभावस्य अधिकरणं भूतलम् अथवा घटाभावस्य अनियोगी भूतलम्, अतः तत्र इदानीम् अग्रे अतः तद्वाचकपदोत्तरं सप्तमी विभक्तिः भवति, हा यतोहि भूतले इति अस्ति खलु तत्र वाक्ये, भूतले घटः नास्ति, भूतले इति सप्तमी विभक्तिः पदमस्ति, अन्ते सप्तमी विभक्तिः अस्ति, अतः तत्र पदोत्तरं सप्तमी विभक्तिः भवति भूतले इति, हा अतः इदानीं तत्र इदानीं पुनः भगिनि तत्र प्रथमवाक्यम् अस्मिन् परिच्छेदे प्रथमवाक्यं पुनः पठतु, अत्यन्त अभावस्थले, अत्यन्त अभावस्थले बोधनाय प्रतियोगिवाचकपदस्य प्रथम अनियोगिवाचकपदस्य च सप्तमी भवति, हा तत्र प्रतियोगिनि तत्र प्रतियोगी नाम अत्र प्रतियोगी कः अस्ति, भूतले घटः नास्ति इति, भूतले घटः नास्ति इति, तत्र प्रतियोगिवाचकपदं किम् अस्ति, घटः, घटः, समीचीनं, तस्य एव प्रथमा विभक्ति अस्ति अस्ति, इदानीम् अनियोगीपद अनियोगीवाचकपदस्य सप्तमी, अत्र अनियोगीवाचकपदं किम् अस्ति, सप्तमी विभक्ति रूपम् अस्ति तस्य, तत्र अनियोगी कथं भवति भूतलम् इति प्रश्ने तत्र किम् उत्तरम्, अनियोगी अभाव तत् कथम् अनियोगी भवति नाम अभावः भूतले भूतले अस्ति, हा भूतलम् अधिकरणं भवति, अधिकरणता भूतले अस्ति, अतः अधिकरणता नाम अनियोगिता भूतले अस्ति, अतः भूतलम् अनियोगी भवति, कस्य अनियोगी, अभावस्य अनियोगी, अतः घटाभावस्य अनियोगी भूतलम्, अतः तत्र अनियोगीवाचकपदं नाम घटस्य घटाभावस्य अनियोगी, तत्र अनियोगी इति इदानीं तत्र सम्यक्तया इदानीं अवगतम् इति मन्ये खलु, तत्र अनियोगिवाचकपदस्य सप्तमी, तत्र भूतलं भूतले इति अस्ति, भूतलं कथम् अनियोगी भवति इत्युक्ते अभावः भूतले वर्तते, समीचीनं वा भगिनि, अस्तु अस्तु महोदय, हा अस्तु, इदानीं तत्र अन्यत् उदाहरणं स्वीकृत्य तत्र अन्य कोऽपि वदतु, तत्र योगेन्द्र महोदय नास्ति वा, अस्तु तत्र तर्हि तत्र हा सावित्री भगिनी तत्र इदानीं तत्र वायोः रूपं नास्ति इति स्वीकृत्य किञ्चित् विवृणोतु भगिनि, एवमेव वायोः रूपं नास्ति रूपे, तद् उदाहरणं स्वीकृत्य यथा तत्र भूतले घटः नास्ति इति वर्णनं कृतम्, इदानीं तत्र वायौ रूपं नास्ति, तत्र प्रथमविभक्त्यन्तं पदं सप्तमविभक्त्यन्तं पदम् एतादृशं वर्णनं करोतु किञ्चित्, अस्तु वायौ रूपं नास्ति इत्यत्र वायौ इति सप्तमी विभक्तिः अस्ति, अतः रूपम् इति अपि रूपम् इति प्रथमा विभक्तिः अस्ति, समीचीनं, इदानीं तत्र रूपम् इति रूपमिति तत्र प्रतियोगी वा अनियोगी वा किम् इति किञ्चित् वदतु तत्र, अत्र रूपम् इति प्रतियोगी अस्ति, वा तत्र वायौ इति अत्र प्रथमम् अभावः इति अनन्तरम् अधिकरणं अतः तत्र सोपानेन गच्छामः यतोहि तत्र सुलभं भवति अतः तत्र पुनः एतद् एतद् वाक्यं पठतु भगिनि तत्र यथा भूतले घटो नास्ति यथा भूतले घट नास्ति इति तत् एकवारं पठतु पुनः यथा भूतले घटो नास्ति इति अत्यन्त अभावबोध बोधकः प्रयोगः तदा इदानीम् उदाहरणं वायौ रूपं नास्ति इति अत्यन्त अभावबोधकम् इति स्वीकुर्मः अत्र सत्यमेव खलु तत्र अभावबोधकः वाक्यमेव यतोहि तत्र रूपस्य अभावः वायौ अस्ति इति एव अतः अभावबोधक वाक्यमेव अस्तु समीचीनम् अत्र च तत्र अभावः रूपस्य अभावः वायौ अस्ति इति वायौ अस्ति रूपाभावः वायौ अस्ति अतः अभावप्रतियोगिता वायौ अस्ति दृश्यते तथा वायौ अस्ति अभावप्रतियोगितायौ अत्र रूपे हा सत्यं रूपः नास्ति क्षम्यतां वा तत्र अभावप्रतियोगिता रूपे अभावप्रतियोगितारूपे तद् अभावप्रतियोगी रूपमेव खलु सत्यं सत्यम् अभावप्रतियोगी रूपम् अस्ति अतः अभावप्रतियोगितारूपे अस्ति तद् वाचकपदम् ओके तद्वाचकपदोत्तरं प्रथमाविभक्तिः भवति इत्युक्ते रूपम् इति प्रथमाविभक्तिपदम् अनन्तरम् अभाव अनुयोगी अत्र वायुः अतः वायौ इति किल किमर्थम् अभाव अनुयोगी इत्युक्ते वायु इति एव समीचीनं वाक्यं किन्तु वाक्यस्य अर्थः कः इति किञ्चित् विवृणोतु अभाव अनियोगी इदानीं दीर्घ इकारः अभाव अनियोगी यतोहि वायुः इति पुनःपदम् अभाव अनियोगी वायुः तत्र अतः वायौ रूपं नास्ति अतः रूपस्य अभावः वायौ अस्ति इति कारण इति कारणात् अभाव अनियोगी अत्र अत्र वायुः इति स्पष्टं भवति न वा तदेव किल सत्यं किन्तु कथं कथं तत्र अभावः रूपाभावः वायौ वर्तते सत्यं किन्तु तेन कथम् अभावनियोगी वायुः इति वक्तुं शक्नुमः तदेव इत्युक्ते तत्र वायौ वायुः रूपस्य अधिकरणमपि भवितुम् अर्हति इति कारणात् वा न न रूपस्य अधिकरणं न किन्तु अत्र वायु कस्य अधिकरणम् अस्ति वायुः रूपस्य रूपस्य नास्ति यतोहि वायौ रूपं नास्ति इति एव दत्तम् आं सत्यं नास्ति अतः तत्र वायौ किमस्ति रूपं नास्ति किन्तु वायौ किमस्ति अच्छा अच्छा ओके वायौ प्रतियोगिता अस्ति इति न न वायौ न न न प्रतियोगिता रूपे एव अस्ति रूपं वायौ वायौ अच्छा अभाव अनुयोगिता अस्ति इति इदानीं समीचीनम् अस्तु भगिनि बहु कन्फ्यूशन् महोदय तत् शास्त्रं बहु कन्फ्यूशन् सत्यं रूपं नास्ति प्रथमसोपानं वायु रूपं नास्ति प्रथमसोपानं द्वितीयसोपानं किं प्रतियोगी रूपं प्रतियोगी तस्य प्रथमाविभक्ति अस्ति प्रथमाविभक्ति तत्र तस्य प्रथमाविभक्त्यन्त तस्य तस्य पदस्य प्रथमाविभक्तिः. इदानीं सः रूपमेव प्रतियोगी, रूपं प्रतियोगी. इदानीं तत्र वायोः रूपं नास्ति इति अन्यरीत्या वक्तुम् इच्छामश्चेत् तत्र वायु रूपाभावः, रूपस्य अभावः वायु अस्ति. इदानीं तृतीयसोपानं खलु, तृतीयसोपानं वायो रूपाभावः अस्ति. अनुयोगिता अस्ति. न न न, तत् तत् तद् षष्ठसोपानं. अस्तु, रूपाभावः वायो वर्तते. अतः तत्र वायु रूपाभावस्य किं भवति? रूपाभावः वायो वर्तते. यज्ञदत्तः आसन्दने वर्तते. आसनं किं भवति? आसनम् अधिकरणं भवति इति भवति. हा, इदानीं रूपाभावः वायौ अस्ति. तत्र वायु किं भवति? अधिकरणं भवति. हा, वायु अधिकरणं भवति. अतः तत्र वायौ, वायु अधिकरणम् अस्ति चेत् वायौ किं भवति? अधिकरणता भवति. आम्, हा. किन्तु वयं पूर्वस्मिन् परिचये दृष्टवन्तः अधिकरणतायाः अन्यव्यवहारः तत्र भवति. तत् अब्बा अनुयोगिता व्यवहारः भवति खलु. आमाम्. अतः तत्र इदानीं वायुः अधिकरणम् अस्ति, वायौ अधिकरणता. अतः तत्र वायौ अनुयोगि अभावः इति एव चिन्तयामः. वायुः अधिकरणम् अस्ति, तस्मिन् अधिकरणता वर्तते. अधिकरणता इति नाम अनियोगिता इति अपि व्यवहारः भवति. व्यवहारः भवति. अनियोगिता, अनियोगिता वायौ अस्ति. अतः यतोहि अनियोगिता वायौ अस्ति, वायुः अनियोगी भवति. आम्, सत्यम्. अतः इदानीं तत्र वायुः अनियोगी अस्ति. किन्तु तत्र यदि वयं वदामः, तत्र यज्ञदत्तः आसने अस्ति, आसनम् अधिकरणं यज्ञदत्तस्य अधिकरणं खलु. सत्यम्. अतः तत्र अधिकरणं स्थाने अनियोगी इति स्थापयामः. तत्र यज्ञदत्त अनियोगी आसनम् इति भवति. तत्र किं भवति? तत्र रूपानुयोगी रूपाभावस्य, न रूपाभावस्य, रूपाभावस्य अनुयोगी वायुः. वायुः समीचीनं वा? सत्यम्. अतः सत्यम् अवगतम्. अतः एव तस्य तत्र, अतः अनुयोगीपद अनुयोगीवाचकपदस्य सप्तति इति स्पष्टं भवेत् इदानीम्. अस्तु, समीचीनम्. अस्तु, अग्रे आना भगिनि. इदानीं द्वितीय उदाहरणं, तत्र रूपे विशेषः नास्ति इति स्वीकृत्य किञ्चित् विवृणोति वा? रूपे विशेषः नास्ति. विशेषः इति पदस्य विभक्ति का तत्र? प्रथमाविभक्ति. प्रथमाविभक्ति, समीचीनं. हा, अस्तु, अग्रे. विशेषस्य अभावः रूपे अस्ति. हा, समीचीनं. हा, तदनन्तरं रूपम् इति अधिकरणम् अभावस्य अधिकरणम्. अतः तस्मिन् रूपे अधिकरणता वर्तते. आम्, विशेषे अधेयता. विशेषाभावे, विशेषाभावे अधेयता वर्तते. रूपे अधिकरणता वर्तते. समीचीनम्. हा, अतः रूपं तत्र अथवा अतः रूपे अधिकरणा वर्तते, अथवा रूपे अनियोगिता वर्तते. रूपे रूपं किं भवति? अनियोगिता वर्तते. अतः रूपं किं भवति? अनियोगी भवति. कस्य अनियोगी? विशेषाभावस्य अनियोगी, विशेष अभावस्य अनियोगी भवति रूपम्. हा अतः तत्र अनियोगिवाचकपदस्य सप्तमी खलु, तत्र रूपमिति एव तत् रूपे इति एव तस्य पदस्य एव सप्तमी विभक्ति. अत्र अनियोगिवाचकपदस्य सप्तमी भवति इति उक्तं, तत् समीचीनं खलु, यतोहि रूपम् अनियोगी अस्ति, विशेषाभावस्य अनियोगी अस्ति खलु रूपं. प्रथमाविभक्ति विशेषः प्रथमविभक्ति, किन्तु रूपे इति तत्र सप्तमविभक्ति. अतः पुनः एकवारं भगिनि केवलं स्पष्टमस्ति इति ज्ञातुम् इच्छामि तावदेव. प्रथमवाक्यं पुनः पठतु तत्र अस्मिन् परिच्छेदे अत्यन्ताभावस्थले इति. अत्यन्ताभावस्थले बोधनाय प्रतियोगिवाचकपदस्य प्रथमा, अनुयोगिवाचकपदस्य च सप्तमी भवति. इदानीं समीचीनं वा तत्र अस्मिन् उदाहरणे रूपे विशेषः नास्ति इति, तत्र वाक्ये प्रथमाविभक्ति विशेषः, सः प्रतियोगी वा विशेषः प्रतियोगी वा? विशेषः प्रतियोगी, रूपे अनुयोगी. रूपः रूपमेव अनुयोगी खलु? रूपमेव अनुयोगी. इदानीं कस्य अनुयोगी इति प्रश्ने उत्तरं किम्? विशेषाभावस्य अनुयोगी रूपम् इति. अतः तावदेव अस्ति. अतः तत्र अस्मिन् विषये तत्र सर्वे अवगतवन्तः वा, अथवा अन्य कोऽपि प्रश्नः अस्ति वा? एका शङ्का अस्ति महोदय. वदतु भगिनि. अत्र यत्र यत्र अधिकरणस्य कृते अनुयोगी इति संज्ञा अस्ति, तत्र केवल अभावदर्शनवाक्यस्य कृते एव अस्ति, नाम रूपे विशेषः नास्ति अथवा वायौ रूपं नास्ति, यत्र यत्र अभावः दर्शितमस्ति तत्र एव अनुयोगी इति अधिकरणस्य कृते संज्ञा अस्ति, अथवा यत्र अभावः नास्ति तत्र अपि तदपि भवितुमर्हति. केवलं तत्र उदाहरणत्वेन अत्र दत्तमस्ति, पश्यतु एतादृशपरिस्थितौ तत्र तत्र अधिकरणम् इति तस्य व्यवहारः अनियोगी इति भवति इति तावदेव दर्शितम्. अतः तत्र अनियोगी इति तत्र अन्येषु स्थलेषु अपि भवितुमर्हति, किन्तु अत्र अत्र अत्यन्त अभावः अन्योन्याभावः तयोः मध्ये भेदः कः इति वक्तुम् इच्छति, अतः तत्र सम्यक् रीत्या यदि कर्तुम् इच्छति तत्र अत्यन्तः भावस्थले अपि तत्र प्रतियोगी अनियोगी इति एव प्रयोगः भवति, अत्रापि प्रतियोगी अनियोगी इति वक्तुम् इच्छति, अतः तत्र अनियोगी नाम अधिकरणम् इति. समीचीनं वा भगिनि? तत्र केवलम् अस्मिन्नेव स्थले न, अन्येषु स्थलेषु अपि भवितुम् अर्हति भगिनि. विशेषाभावस्य अधिकरणं रूपम् अस्ति, अतः विशेषाभावस्य अनुयोगी रूपम् अस्ति इति वयं वदामः इति वदामः. परन्तु अभावस्य स्थाने अभावः नास्ति, केवलम् अभावस्य स्थाने न, तत्र यत्र तत्र यज्ञदत्तः आसने अस्ति, यज्ञदत्तः आसने अस्ति, तत्र यज्ञदत्त अनुयोगी आसनं, तदपि वक्तुं शक्नुमः. तदपि शक्यते. अस्तु, धन्यवादः. अस्तु, समीचीनं. तर्हि अतः तत्र एतावत् वयं कृतवन्तः, तत्र अनियोगिता इति तत्र अधिकरणता अपि अनियोगिता इति व्यवहारः भवति. अतः तत्र एतादृशं वाक्यं यं यदि पश्यामः तत्र प्रतियोगी अनियोगी इति सम्यक्तया अस्माकं मनसि भवेत्. इदानीं तावत्पर्यन्तमेव अध्याय इति मन्ये, यतोहि समयः अपि जातः. अस्तु, तर्हि अत्र एव विरमाम, अत्र ध्वनिमुद्रणं स्थगयामि इदानीं.